नमस्सर्वेभ्यः. अस्माकं विभक्तिवल्लरी अपि च गीतासोपानम् एतयोः प्रथमवर्गः एषः. वयं गतेषु वर्गेषु अभ्यासपुस्तकस्य अभ्यासं कृतवन्तः. तत्र तु संस्कृतभाषायाः व्याकरणस्य किञ्चिदेव ज्ञानं प्राप्तवन्तः वयं. वस्तुतः ज्ञानमिति न वक्तुं शक्नुमः, तत्र दृष्टिपातः एव आसीत्, नाम ग्लिम्स् एव आसीत् तत्र अभ्यासपुस्तके. इदानीं तु अग्रे सर्तुम् अर्हामः वयं. तर्हि आदौ किं कुर्मः इत्युक्ते विभक्तेः अभ्यासं कुर्मः, अनन्तरं विभक्तिवल्लरी अपि च गीतासोपानस्य अभ्यासम् आरम्भं कुर्मः. अत्र कोऽपि एकं श्लोकं वदति किं, जवाहरमहोदय अथवा विजयमहोदय अथवा कवितामहोदय अथवा विजयमहोदय, कमपि श्लोकं, कमपि श्लोकं वदतु. वक्रतुण्डं कमपि. वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ, अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. धन्यवादः. भवान् एव आरम्भं करोतु, तत्र विभक्तेः अभ्यासम् आरम्भं कुर्मः. सर्वे जानन्ति एव, परन्तु किञ्चित् अभ्यासरूपेण. अस्तु, जवाहर् महोदय आरम्भं करोतु. एकनिमिष अहं शेर् करिष्यामि. अस्तु महोदय, इदानीं दृश्यते किं प्रस्तुतिः? अस्तु, इदानीं पठतु. सप्तविभक्तिः, एकवचनं द्विवचनं बहुवचनं. प्रथमाविभक्तिः एषः, दिस् मेल् सब्जेक्ट्, एतौ दीस् टु मेल्स् द्विवचनम्, एते मोर् देन् टु प्लूरल् बहुवचनं. तत्र प्रातिपदिकं किं? प्रातिपदिकं एतत् दकारान्तः पुंलिङ्गः शब्दः. तर्हि तत्र एषः प्रथमा विभक्तिः अस्ति, तत् तत् कस्य सूचनां ददाति? एषः मीन्स् आब्जेक्ट् विच् आर् वेरि नियर् बै, क्लोस्. या, बट् कर्तृपदमस्ति वा कर्मपदमस्ति वा? This is known from, that is kartru. Kartrupadamasya suchanam dadati. Eshaha etav eti. Ete. Agrimam pathatu. Dvitiya vipatti me, ete na, vaisa single. Nay, dvitiya vipatti hi ete na nasti. Pathatu. Dvitiya vipatti. एतम् ए सिङ्गल् आब्जेक्ट्, एतौ एतान् तद् बहुवचनं. उत्तमं, तर्हि द्वितीया विभक्तिः कस्य सूचनां ददाति? तद् प्रातिपदिकं नैव कस्य सूचनां ददाति? कर्तृपदमस्ति वा कर्मपदमस्ति वा करणपदमस्ति वा किं? कर्तृपदमेव नैव, द्वितीया विभक्तिः कर्तृपदं नैव. प्रथमाविभक्तिः प्रथमाविभक्तिः कर्तृपदस्य सूचनां ददाति, अपि च द्वितीया विभक्तिः कर्मपदस्य सूचनां ददाति. अग्रिमं पठतु. तृतीया विभक्ति एतेन एताभ्याम् एतौ एतैः एतैः एतेन एताभ्याम् एतैः किञ्चित् ज़ूम् करिष्यामि एकनिमिष किञ्चित् ज़ूम् करिष्यामि. इन्स्ट्रुमेण्टल् तर्हि किं वक्तव्यमिति वक्तव्यम् इति इत्युक्ते करणपदस्य सूचनां ददाति. करण इन्स्ट्रुमेण्टल् इन्स्ट्रुमेण्ट् क्षम्यताम् तर्हि इदानीम् अग्रे पठतु. तृतीया विभक्ति एतेन एताभ्याम् एतैः तत्तु चतुर्थी विभक्ति एतस्मै एताभ्याम् एतेभ्यः. चतुर्थी विभक्तिः कस्य पदस्य सूचनां ददाति? तदेव तत् प्रातिपदिकमेव तर्हि सम्प्रदानपदस्य इति वदनीयं. सम्प्रदानपदस्य सूचनां ददाति. सो वेन यु वाण्ट् यदा कस्यचित् अर्थं वयं कुर्मः कार्यं तर्हि दानं कुर्मः चेत् नमः शब्दः स्वस्ति शब्दः एतेषां शब्दानां कृते अस्य प्रयोजनं भवति. अग्रिमं पठतु. पञ्चमी विभक्तिः फ्रम् उत्तमम् अपादानं क्षम्यताम् इदानीम् अस्य क्लेशः न भविष्यति यतोहि प्रस्तुतेः आवश्यकं न भविष्यति. अग्रे पठतु महोदय. पञ्चमी विभक्तिः पञ्चमी चतुर्थी पञ्चमी अस्तु. ओके दिस् इस् फ्रम् लैक् एतस्यात् फ्रम् दिस् एतस्मात् एताभ्याम् एतेभ्यः दिस् इस् लैक् फ्रम् this is apadanam and udaharanah can say that vrikshat varnam padati. Uttam. So yada prithak bhavah asti bhavishyati tada panchami vibhaktehe prayojanam bhavishyati. Agrimam patatu. Agrime shashti vibhakti of the possessive sense. एतस्य एतयोः एतेषां दिस् इस् अगैन् पोसेसिव् दट् इस् अबौट् रिलेटिव् लैक् रामस्य पिता दशरथः रामस्य पिता दशरथः, दशरथस्य पुत्रः रामः षष्टि. उत्तमं. तर्हि तत् सम्बन्ध सूचिकापदं सप्तमी विभक्ति. सप्तमी इस् द प्रपोसिशन्. एतस्मिन् एतस्मिन् एतयोः एतेषु एतस्मिन् एतस्मिन् एतयोः एतेषु. उत्तमं. तत्र अधिकरणम् अधिकरणं सूचयति. अधिकरणं दट् इस् द सब्स्ट्राटम् सब्स्ट्राटम् इन् अमङ्ग् दोस् सोरि इन् अमङ्ग् अपान् अण्डर् ओके. अस्तु अस्तु, धन्यवादः महोदय. अवगतम् इति मन्ये. एवमेव विजय महोदय, विजयकुमार महोदय. इदानीं पठतु. दकारान्त पुल्लिङ्ग कत् शब्द एकवचनं द्विवचनं बहुवचनं. रामः ओ प्रथमा विभक्ति. एकनिमिष, प्रातिपदिकं किम्? प्रथमा विभक्ति प्रातिपदिकं राम. मूलशब्दः यत् अस्ति तं प्रातिपदिकम् इति वदामः. मूलशब्दः यत् अस्ति तर्हि राम, राम ओन्लि राम विदौट् द विसर्गः एट्सेट्रा. राम इस् द प्रातिपदिकम्. अकारान्त पुंलिङ्ग शब्दः अस्ति. अस्तु पठतु. प्रथमा विभक्ति रामः. दट् मेल् सब्जेक्ट् रामः. द्वितीया द्विवचनं तौ रामौ. दोस् टु मेल् सब्जेक्ट् टु रामास्. ते दोस् मोर् देन् टु मेल् सब्जेक्ट् रामेश रामाः. एकनिमिष. तत्र रक्तवर्णं यदस्ति तदेव पठतु. रक्तवर्णं यदस्ति तदेव शब्दं पठतु. तर्हि प्रथमा विभक्तिः कस्य पदस्य सूचनां ददाति? रामः. कस्य पदस्य सूचना? हा, संस्कृते वदतु. कर्तृपदम्. कर्तृपदस्य सूचनां ददाति. कर्तरीपदमस्ति. उत्तमम् उत्तमम्. अग्रिमं पठतु. रामो रामः रामाः. नैव महोदय, द्वितीया विभक्तिः यत् अस्ति तत् रामोः. भवतु द्वितीया विभक्ति. रामं रामौ रामान्. उत्तमं. तत्र तत्र द्वितीया विभक्तिः कस्य पदस्य सूचनां ददाति? कर्मणि पद. हा, कर्मणि इति न वदामः, कर्मपदस्य इति वदामः. यतोहि कर्मणि तत्र अनेकाः अर्थाः सन्ति, तर्हि कर्मपदस्य सूचनाम् इति वदामः. अस्तु. रामेण रामाभ्यां सामेभ्यः. रामेण रामाभ्यां तत्र बहुवचने किमस्ति? रामे रामैः रामैः. ओके रामैः रामैः न दृश्यते किं महोदय? दृश्यते किं? न दृश्यते किं? किमर्थम् इदानीं दृश्यते? हा, इदानीं क्षम्यतां. तर्हि रामैः रामेण रामाभ्यां रामैः. तत्र तृतीया विभक्तिः कस्य पदस्य सूचनां ददाति? करण. इन्स्ट्रुमेण्ट् करणपदस्य उत्तमम् अग्रिमं रामाय रामाभ्यां रामेभ्य चतुर्थी इस् सम्पादान सम्प्रदान सम्प्रदान सम्प्रदान यद् दानं भवति यद् दानं भवति प्रदानम् इत्युक्ते प्रपृष्टदानम् इति तर्हि सम्प्रदानं सम् पञ्चमी विभक्ति रामात् रामाभ्यां रामेभ्य एकनिमिषः उत्तमं तर्हि पञ्चमी विभक्तिः कस्य पदस्य सूचनां ददाति पृथक् भवति हा पृथक् भवति परन्तु अपादान इति वदनीयम् अपादानपदस्य अपादान तत्र पृथक् भवति देर् इस् सेपरेशन् वेरेवर् देर् इस् सेपरेशन् षष्ठी भवति रामस्य रामयो रामाणां रामयोः विसर्गस्य उच्चारणम् अत्यन्तम् आवश्यकम् रामस्य रामयोः रामाणां This is possessiveness, sambandha, sushaka padam. Uttam. Uttam. Rame, Rame yoho, Rame shu. Saptam is on what? Adhikarana sushaka. Uttam. Adhikaranam sushayati. Uttam. Dhanyavadaha mahode. Dhanyavadaha. कविता भगिनी आं भगिनी आं भगिनी दकारान्त अस्मत् शब्दः स्त्रीलिङ्गः स्त्रीलिङ्गः नास्ति तत्र एकनिमिषः स्त्रीलिङ्गः नास्ति त्रिलिङ्गि त्रिलिङ्गकः अस्ति त्रिलिङ्गकः स्त्रीलिङ्गकः तीन् लिङ्गः हा फार् आल् द जेण्डर् ओके तत्र अस्मद् अस्मद् इस् अ सर्वनामपदं तर्हि तत्र लिङ्गभेदः नास्ति लिङ्गभेदः नास्ति यतोहि ऐ यदि अहं वदामि तदा लिङ्गस्य ज्ञानं न प्राप्तुं शक्नुमः अस्तु एकवचनं द्विवचनं बहुवचनम् प्रथमाविभक्ति अहम् आवां वयं प्रथमाविभक्तिः कस्य पदस्य सूचनां ददाति सब्जेक्ट् संस्कृते वदतु कर्तृपदम् उत्तमम् अग्रिम द्वितीयविभक्ति माम् ओब्लिक् मा आवाम् ओब्लिक् नौ अस्मान् ओब्लिक् नः द्वितीयाविभक्ति कस्य पदस्य सूचनां ददाति द्वितीयाविभक्ति कर्मपदस्य सूचनां ददाति उत्तमम् अग्रिमं पठतु तृतीयाविभक्ति यया मया आवाभ्याम् अस्माभिः तृतीयाविभक्ति कस्य पदस्य सूचनां ददाति करणपदस्य अग्रिमं चतुर्थी विभक्ति मह्यं मे आवाभ्याम् आवाभ्यां नौ अस्मभ्यं नः चतुर्थी विभक्तिः कस्य पदस्य चतुर्थी विभक्ति सम्प्रदानम् सम्प्रदानं यत्र दानं भवति यत्र प्रार्थना कुर्मः तदा पञ्चमी विभक्तिः पञ्चमी विभक्ति मत हा मत नास्ति मत् इति वदनीयं मत् तत्र हलन्तम् अस्ति किल, तर्हि मत् मत् आवाभ्याम् अस्मत् षष्टि पञ्चमी नैव पञ्चमी विभक्तिः पञ्चमी विभक्तिः पृथक् भावः भविष्यति सेपरेशन् तत्र अपादानकारकम् अस्ति. अस्तु अग्रिमं षष्टि विभक्ति मम आवयोः नौ अस्माकं नः षष्टि विभक्ति सम्बन्धसूचकपदम् उत्तमम् उत्तमम् सप्तमीविभक्ति मयि आवयोः अस्मासु कस्य पदस्य सूचनां ददाति? अधिकरणं पदस्य सूचनां ददाति. उत्तमं धन्यवादः भगिनि. विजय थङ्की महोदय. दकारान्तः युष्मद्शब्दः त्रिलिङ्गकः एकवचनं द्विवचनं बहुवचनम् प्रथमा विभक्ति त्वं युवां यूयम् प्रथमा विभक्ति कस्य पदस्य सूचनां ददाति? कर्तृपदम्. उत्तमम् अग्रिमं पठन्तु. द्वितीया विभक्ति त्वां युवाम् ओब्लिग्वां युष्मान् ओब्लिग्नः कर्मपदम्. उत्तमम्. तृतीया विभक्ति त्वया युवाभ्यां युष्माभिः करण. चतुर्थी विभक्ति तुभ्यम् ओब्लिक्ते युवाभ्याम् ओब्लिग्वां युष्मभ्यम् ओब्लिग्वः सम्प्रदान् सम्प्रदानम्. सम्प्रदानम्. पञ्चमी विभक्ति त्वत् युवाभ्यां युष्मत् अपादान्. उत्तमम्. षष्ठी विभक्ति तव युवयोः ओब्लिग्वां युष्माकम् ओब्लिग्वः सम्बन्ध सम्बन्धसूचकपदं. सप्तमी विभक्तिः त्वयि युवयोः युष्मासु अधिकरणसूचनम् अधिकरण सूचयति. उत्तमम् उत्तमं. तर्हि एतावत् अलम् इति मन्ये. एवमेव प्रत्यस्मिन् वर्गे पठामः. महोदय म्यूट् मध्ये तिष्ठतु कृपया. धन्यवादः धन्यवादः. इदानीं विभक्तिवल्लरी इति पुस्तकं सर्वेषां पुरतः अस्ति इति मन्ये. अस्ति किं जवाहर् महोदय, भवतः पुरतः विभक्तिवल्लरी इति पुस्तकम् अस्ति किम्? भगिनि अवर्स् इन् ट्रान्सिट् ट्रान्सिट् मध्ये अस्ति किम्? ओहो हो विल् कम् इन् टुडे आर् टुमारो. ओ गीतासोपानम् अस्ति किम्? बोत् आफ़् देम् हेस् बिन् आर्डर्ड् बोत् इन् फ्रम् संस्कृत. ओहो ओहो अस्तु. एकं कार्यं कुर्मः. तत्र जवाहर् महोदय अस्ति किं भवतः पुरतः? हा तर्हि इदानीं शृण्वन्तु विजयमहोदय. विजय टङ्की महोदय, भवतः पुरतः अस्ति किम्? नास्ति किम्? ओहो हो, किं कुर्मः तर्हि? चिन्ता नास्ति, एकं कार्यं कुर्मः, भवन्तः शृण्वन्तु, भवन्तः शृण्वन्तु. विजयटङ्की महोदय म्यूट् मध्ये तिष्ठतु. भवन्तः शृण्वन्तु अपि च किं प्रयत्नं कुर्मः. महोदय जवाहर् महोदय करोति, अनन्तरं सः प्रश्नं पठति. भवन्तः प्रयत्नं कुर्वन्तु. अस्तु जवाहर् महोदय, आरम्भं करोतु. प्रथम अभ्यासः नैव, अभ्यासः नै, तत्र शीर्षकं पठतु. ओके, वाक्य क्रिया पृथक् पृथकं कुत्र अस्ति? तत्र विभक्तिवल्लरी, विभक्तिवल्लरी द्वितीय प्रथम एक द्वितीया. तर्हि अत्र द्वितीया विभक्तिं स्वीकृत्य एव आरम्भं कृतवन्तः, यतोहि तत्र कर्तृपदं यत् अस्ति तस्य कृते विशेषज्ञानं न आवश्यकं. रामः, सीता, कृष्णः, गोविन्दः, दर्शना, जवाहर महोदयः, तत्र ज्ञातुं शक्नुमः. कर्तृपदस्य परिचयं तु न आवश्यकं. तदर्थं द्वितीया विभक्तिं स्वीकृत्य कृतवन्तः. इदानीं पठतु. वाक्या क्रियासूचकं पदं क्रियापदं, कर्तृसूचकं पदं कर्तृपदं, यत् कर्म सूचयति तत् कर्मपदम्. तत्र वाक्ये क्रियासूचकं पदं क्रियापद विशालाक्षी भट्ट. इदानीं श्रूयते किं? हरि ओम्। श्रूयते श्रूयते। अस्तु अस्तु, तर्हि तत्र जवाहर् महोदय, वाक्ये क्रियासूचकं पदं क्रियापदम् इति वाक्यमस्ति। तत्र वाक्ये इति शब्दस्य विभक्तिः का? वाक्ये द्वितीया बहुवचनं? नैव नैव, वाक्यम् इति पदं, वाक्यम् इति प्रातिपदिकं, वाक्ये सप्तमी विभक्तिः अस्ति। सप्तमी इन् अ सेण्टेन्स्, वाक्ये इन् अ सेण्टेन्स्, इन् अ सेण्टेन्स् क्रियासूचकं पदं क्रियापदं, क्रियासूचकं पदं, तत्र पदं प्रथमा विभक्तौ अस्ति। अपि च क्रियापदं तत्र प्रथमा विभक्ति, पदं क्रियापदम्। आङ्ग्लभाषायाम् अर्थं वदतु। इन् अ सेण्टेन्स् क्रियासूचकं पदं क्रियापदं, दट् इस् वाट् एवर् इस् डन् इस् द वर्क् इस् इट्। Okay, so kriya suchakam over there means the one which conveys an action, the word which conveys an action, kriya suchakam padam. Okay. Kriya padam, that is the verb, kriya padam. So vakye kriya suchakam padam kriya padam. Kavita bhagini punar ekvaram vadatu, jnatavati kila, jnatavati kila, तदेव वाक्यं, तदेव वाक्यं वदतु, तदेव वाक्यं वदतु। क्रियासूचकं पदं क्रियापदम् अस्ति वाक्ये, वाक्ये तत् अवश्यं वाक्ये अस्तु। जवाहर् वदतु वदतु वदतु, वाक्ये क्रियासूचकं पदं क्रियापदम्। इन् अ सेण्टेन्स् द वर्ब् इस् denoted by the word which the word which denotes an action is the verb, the word kriya suchakam padam, the word which denotes an action is the verb. Okay, whichever word denotes the action, pathati denotes the action, saha pustakam pathati, tari pathati kriya suchakam padam asti, tadartham kriya padam asti. Okay. अग्रिमं वाक्यं पठतु। कर्तृसूचकं पदं कर्तृपदम्। आङ्ग्लभाषायां वदतु। कर्तृसूचकं मीन्स् देयर् इस् हू इस् अ डूयर्, कर्तृ कर्तृ मीन्स् कर्ता, कर्ता इस् कर्ता, कर्ता इस् अ सब्जेक्ट्, करेक्ट्? उत्तमम् उत्तमम्, एकनिमिषं, उत्तमं। कर्तृसूचकं पदं कर्तृपदं, विजयकुमार् महोदय पुनरेकवारं वदतु। अद्य पुस्तकं नास्ति इत्युक्ते एवं कुर्वती अस्मि। विजयकुमार् महोदय पुनरेकवारं तदेव वाक्यं वदतु। कर्तृसूचकं पदं कर्तुं पदम् अस्ति, कर्तृपदम् अस्ति, कर्तृसूचकं पदं कर्तृपदम् अस्ति। वदतु। कर्तृसूचकं पदं कर्तृसूचकं पदं कर्तृपदम् अस्ति। तत्र कर्तृ एव वदनीयं, यतोहि कर्तरि तत्र सप्तमी विभक्तिः भविष्यति। तर्हि कर्तृसूचकं पदं कर्तृपदम्। आङ्ग्लभाषायां वदतु। आङ्ग्लभाषायाम् अनुवादं करोतु वदतु। कर्तृसूचकं चिन्ता नास्ति महोदय, दोषः भविष्यति चेत् चिन्ता नास्ति, वदतु किमपि वदतु। कर्तृसूचकं पदं कर्तृपदं डूयर्, वदतु। The word is a kartru suchakam padam. That means the word which denotes or which indicates the doer of the action. So once we said kriya suchakam padam, kriya padam. That is the word which denotes the action is the verb. Now we are saying the word which denotes the doer or indicates the doer, that is the subject. That is the subject. Kartrupadam. That is the subject. Karta sujayati. Karta. Okay. Nothing seen on the screen. Huh? Satyam. Nita Vagini idanim prastutihi nasti idanim pustakam eva purataha sthapaniyam. So now we are going to use the book Vibhakti Vallari. Yes ma'am, but I don't have the book. That is why what we are doing is Jawahar Mahoday has the book. Sa patati ekavaram. Anye punar ekavaram. Kim vadati. Anye vadati. What is the book? Vibhakti Vallari. Vibhakti Vallari. Apicha Gita Sopanam. Okay ma'am. Thank you. Tari Vijay Kumar Mahoday. Katru Suchakam Padam Katru Padam. इति वाक्यस्य अनुवादं करोतु आङ्ग्लभाषायां. The word which indicates the doer of action. Is the word which denotes the subject. Okay? अस्तु. जवाहर महोदय तृतीयं वाक्यं पठतु. तत्र कर्म नैव कर्म क्रिया इस् द एक्शन् कर्म इस् द ऑब्जेक्ट् कर्म इस् द ऑब्जेक्ट् okay karma is the object okay tari tatra ekanimisha karma suchayati tat karma padam vijay thanki mahode anusarotu punar ekvaram vadatu yat padam karma suchayati tat karma padam उत्तमम् आङ्ग्लभाषायाम् अर्थं वदतु कर्मपदम् इट् वुड् बि डिफिकल्ट् फार् मी किमर्थं यत् पदं कर्म सूचयति तत् कर्मपदम् सो द वर्ड् विच् डिनोट्स् द ऑब्जेक्ट् ओके इस् द ऑब्जेक्ट् is the object word. Is the object word. Okay? So, Astu? Astu. Tari, Kartra Padasya Vibhaktihi Prathama Vibhaktihi. Idani, Chaturtha, Tam Vakyam Padhatu. Karma Padasya Vidya Vibhaktihi Bhavati. कर्मपदस्य द्वितीया विभक्तिः भवति तर्हि आङ्ग्लभाषायां वदतु द ऑब्जेक्ट् आल्वेस् हेपन्स् इन् सेकेण्ड् दट् इस् वाट् वी काल् डिक्लेरेशन् के या के आर् डिक्लेरेशन् ओके अस्तु तर्हि कर्मपदस्य द्वितीया विभक्तिः भवति विशालाक्षी भगिनी पुनरेकवारं वदतु कर्मपदस्य द्वितीया विभक्तिः भवति विशालाक्षी भगिनी अस्ति किं वन् मिनिट् द ऑब्जेक्ट् वर्ड् इस् आल्वेस् इन् द सेकेण्ड् विभक्ति संस्कृते वदतु कर्मपदस्य द्वितीया विभक्तिः कर्मपदस्य द्वितीया विभक्तिः भवति उत्तमं धन्यवादः जवाहर् महोदय धन्यवादः उदाहरणं पठतु उदाहरणं बालकः पाठं पठति तत्र अग्रिम पठामि नैव तत् तस्य अर्थं वदतु आदौ बालकः पाठं पठति स्टूडेण्ट् रीड्स् द लेसन् तत्र क्रियापदं किं क्रियापदम् पठति उत्तमं तत्र कर्ता कः कर्ता इस् बालकः बालकः इति पदस्य विभक्तिः का बालकः प्रथमा विभक्ति अपि च पाठं पाठम् इस् द आब्जेक्ट् दट् इस् कर्मपदं कर्मपदं द्वितीया विभक्ति यतोहि कर्म सूचयति तत् कर्मपदम् अस्तु अग्रिमं वाक्यमेव पठतु वाक्यमेव पठतु बालिका मालां रचयति बालिका मालां रचयति कविता धन्यवादः महोदय कविता भगिनी बालिका मालां रचयति इति पदस्य किं पदानां बालिका मालां रचति रचयति संस्कृते वदतु कृपया रचयति क्रियापदम् उत्तमं क्रियापदं बालिका प्रथमाविभक्ति कीदृशं पदं बालिका प्रथमाविभक्ति कर्तृपदं कर्तृपदं माला माला मिस् द्वितीया विभक्ति अपि च कीदृशं पदं उत्तमम् उत्तमम् इदानीं महोदय जवाहर् महोदय तृतीयं वाक्यं पठतु सः फलं खादति इदानीं विजयकुमार् महोदय वदतु सः फलं खादति तत्र खादति कीदृशं पदम् खादति क्रियापदं संस्कृते वदतु खादति क्रियापदम् अस्ति खादति क्रियापदम् अस्ति पदम् इस् द्वितीया विभक्ति फलं द्वितीया विभक्तौ अस्ति उत्तमं यतोहि फलं नपुंसकलिङ्गं पदम् अस्ति तर्हि तत्र फलं प्रथमाविभक्तौ अपि फलमेव द्वितीयाविभक्तौ अपि फलम् एव तदर्थम् अत्र तु कर्मपदं सूचयति तदर्थं द्वितीया सः दिस् इस् आन् विच् पेज् विभक्ति वल्लरि वि हा डौन्लोडेड् द रैट् नौ ओ उत्तमं प्रथम फस्ट् पेज् ओके फस्ट् पेज् अस्तु तर्हि सः कीदृशं पदम् सः इस् हि सः हि हा हि तत्र प्रातिपदिकं किं विजयमहोदय प्रातिपदिकम् इस् अकारान्त पुल्लिङ्गशब्दः हा परन्तु प्रातिपदिकं किं तत्र अकारान्त नैव नैव नैव नैव नैव तत्र दकारान्त अस्ति दकारान्तः तत्र अकारान्तः नास्ति दकारान्त तद् एकनिमिषः एकनिमिषः दकारान्त दृश्यते किं प्रस्तुतिः दृश्यते तत्र धन्यवादः महोदय, धन्यवादः. एकं वारम् अभ्यासं कुर्मः, यतोहि एतत्तु एषः विषयः मुख्यः विषयः. अण्डर्स्टाण्डिङ्ग् दिस् इस् वेरि इम्पार्टेण्ट्. सः दकारान्तः पुंलिङ्ग् एषः नैव तद् शब्दस्य दकारान्त पुंलिङ्ग् तद् शब्दस्य तत्र नास्ति. शब्दः अत्र एव अस्ति, अत्र एव अस्ति. दकारान्त पुंलिङ्ग् तद् शब्दः. राम तु ककारान्त पुंलिङ्ग राम, राम इति शब्दः. विशालाक्षी भगिनी न श्रूयते किम्? हरि ओम्, हरि ओम्, श्रूयते किं? श्रूयते, श्रूयते, दृश्यते. मम प्रस्तुतिः दृश्यते किं? दृश्यते. तत्र तत्र यत् रक्तवर्णे नास्ति, यत् पदं रक्तवर्णे नास्ति तत् पदं पठतु. दकारान्त पुंलिङ्ग् तद् शब्दः. वाट् इस् नाट् इन् रेड्? कृष्ण गोविन्द. नैव नैव, दकारान्त अस्तु, एकनिमिष. अत्र अहं पृथक् न कृतवती, तदर्थं तस्य क्लेशः अस्ति. क्षम्यताम्. अस्तु, एतत्तु स्त्रीलिङ्गे अस्ति. भगिनी, तत्र रक्तवर्णे यत् नास्ति तत् पठतु. वाट् इस् नाट् इन् रेड्? यु रीड् देट्. सो नाट् आल् आफ़् देम्, जस्ट् रीड् विभक्ति. विभक्तिम् एव पठतु. सो दकारान्त पुंलिङ्ग्, एकनिमिष, दकारान्त पुंलिङ्गः तद् शब्दः. तत्र सः, तौ, ते एवं पठतु. प्रथमा विभक्तिः सः, तौ, ते. द्वितीया विभक्ति तं, तौ, तां. But that is not there in the first, that dakaranta pullinga tad shabda, that you understand, that then, you understand. Then they have given in red, yeah, don't read what they have given red. In English that male. Acha, ek no no ek that male. Maybe vishakshi vibhakti, I'll read from there. Yeah, ha, yeah, okay. Saha ekavachanam, dvivachanam tau, बहुवचनं ते. सो सः, तौ, ते कीदृशानि पदानि, कीदृशानि पदानि? प्रथमा विभक्तिः तत्र किं सूचयति, किं सूचयति? वाट् डस् इट् इण्डिकेट्? प्रथमा विभक्ति द सब्जेक्ट् कर्तृपदम्. आङ्ग्लभाषायां मास्तु, संस्कृते एव वदतु. कर्तृ संस्कृत न जानामि. उत्तमं, संस्कृतं न जानामि, उत्तमं, चिन्ता नास्ति. अहमपि न जानामि. अहं प्रयत्नं करिष्यामि. नैव नैव, सम्यक् एव उक्तवती. अहं प्रयत्नं करिष्यामि. प्रथमा विभक्तिः कर्तृपदं सूचयति. अग्रिमं, प्रथमा विभक्ति फार् द सब्जेक्ट् कर्तृपदं, कर्तृपदं सूचयति. अग्रिमं पठतु. द्वितीयविभक्तिः तं तौ तान् उत्तमं तौ तं तौ तान् तत्र कीदृशं द्वितीया विभक्तिः कर्मपद कर्मपदस्य सूचयति कर्मपदं सूचयति उत्तमं तृतीया विभक्ति तेन ताभ्यां तैः तैः तैः ओके तैः इन्स्ट्रुमेण्टल् मीन्स् करणपदं सूचयति करणपदं करण ओदे करण इस् इन्स्ट्रुमेण्टल् द इन्स्ट्रुमेण्ट् करण करण करण करण करण करण करण करण ओके चतुर्थी विभक्ति तस्मै ताभ्यां तेभ्य तेभ्यः तत्र चतुर्थी विभक्ति विजयकुमार् महोदय वदतु चतुर्थी विभक्तिः कस्य पदस्य सूचनां ददाति सम्प्रदानम् उत्तमम् उत्तमं सम्प्रदानं यदा दानं कुर्मः अथवा यदा प्रार्थनां कुर्मः तदा उत्तमं विशालाक्षी भगिनी पठतु धन्यवादः महोदय पञ्चमी विभक्तिः तस्मात् ताभ्यां तेभ्यः कविता भगिनी वदतु वाट् डस् इट् इण्डिकेट् पञ्चमी विभक्तिः कस्य पदस्य सूचनां ददाति आं भगिनि अपादानं पदस्य सूचनां ददाति उत्तमम् उत्तमम् अग्रिमं पठतु भगिनि यु वाण्ट् मी टु टेल् आं विशालाक्षी भगिनि धन्यवादः कविता षष्टिविभक्तिः तस्य तयोः तेषां तेषां धन्यवादः तत्र विजय थङ्की महोदय वदतु धन्यवादः षष्टिविभक्तिः नैव भवती तिष्ठतु विजय थङ्की महोदय वदतु सम्बन्धम् सम्बन्धस्य सूचनां ददाति उत्तमम् अवगतं किल विशालाक्षी भगिनी नीता भगिनी अवगतं किल अवगतम् इट् इस् नाट् मेन्शन्ड् इन् दिस् वर्ड् मेन्शन्ड् नास्ति तदेव इदानीं प्रस्तुतिः न भविष्यति अग्रे अस्तु सप्तमी पठतु सप्तमी विभक्ति तस्मिन् विलम्बेन तस्मिन् तयोः तेषु जवाहर् महोदय वदतु सप्तमी विभक्ति तयोः तेषु सप्तमी अधिकरणं पदस्य अधिकरणस्य पदस्य सूचनां ददाति तर्हि सः फलं खादति धन्यवादाः विशालाक्षी भगिनी अपि च सर्वेषां कृते धन्यवादः विजयकुमार् महोदय इदानीं वदतु सः इति पदस्य प्रातिपदिकं किं सः प्रातिपदिकं ते नैव तद् दकारान्त दकारान्त पुंलिङ्गः शब्दः फलम् इति पदस्य प्रातिपदिकं किम् फल उत्तमम् उत्तमम् इदानीं जवाहर् महोदय धन्यवादाः. तत्र कविता भगिनी अपि च विजयमहोदये क्षम्यतां महोदयस्य कृते तु पुस्तकम् अस्ति इदानीं, तर्हि ते पठन्ति. पठतु कविता भगिनी, पठतु आदौ, अग्रे पठतु. अभ्यासः अभ्यासः आवरणे स्थितानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. उत्तमम्. इदानीम् आदौ नैव नैव आदौ तस्य वाक्यस्य अर्थं वदतु. आवरणे स्थितानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. आदौ आङ्ग्लभाषायां वदतु. आवरणे शब्दानां फिल् अप् द वर्ड्स्. आवरणे, आवरणे मीन्स् इन् ब्राकेट्स्. आवरणे एकनिमिष एकनिमिष एकनिमिष आवरणे विभक्तिः का? सप्तमी विभक्तिः. उत्तमम्. आवरणे इन् ब्राकेट्, आवरणे इन् ब्राकेट्, स्थितानां स्थितानाम् अर्थं वदतु, अपि च विभक्तिः का इति वदतु. द्वितीयविभक्ति नैव नैव स्थितानां रामाणां नैव स्थितानाम् इस् आफ् दोज् वर्ड्स् शब्दानां स्थितानां शब्दानाम् आफ् दोज् वर्ड्स् इन् ब्राकेट्स्. ओके, सो ओवर् देर् देर् इस् अ देर् इस् अ षष्ठी विभक्ति अस्ति तत्र. स्थितानां शब्दानां कुत्र स्थितानाम्? आवरणे स्थितानां शब्दानां. शब्दानाम् इति पदस्य विभक्तिः का? शब्दानां षष्ठी विभक्ति. षष्ठी विभक्ति. उचितानि करेक्ट्. हा उचितानि. हा भगिनी किञ्चित् उच्चैः वदतु इति याचनां कृतवान्. उचितानि अप्रोप्रियेट्. ओ उत्तमम्. रूपाणि शब्दरूपास् रिक्तस्थले लिखत् रिक्ते स्थले लिखत. लिखत तत्र क्रियापदमस्ति. उचितानि रूपाणि कर्मपदमस्ति. रिक्ते स्थले तत्र पुनरेकवारं सप्तमी विभक्तिः अस्ति तत्र. सो आवरणे स्थितानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. राइट द करेक्ट फॉर्म ऑफ दोज वर्ड्स सिचुएटेड इन द एम्प्टी प्लेस. उदाहरणं पठतु. उदाहरणं सः प्रतिदिनं ग्रन्थः पठति. सो सः प्रतिदिनं ग्रन्थं पठति. ग्रन्थं द्वितीयविभक्ति. प्रतिदिनं ग्रन्थं पठति. अस्तु प्रथमं करोतु. कर्मकरः वृक्षः सिञ्चति. सिञ्चति सिञ्चति सिञ्चति करेक्ट्. सम्यक् एव अस्ति. कर्मकरः वृक्षं सिञ्चति. कर्म उत्तमं. कर्मकरः इस् द वर्कर्. वर्कर् तत्र कर्मकरः कीदृशं पदं विभक्तिः का तस्य पदस्य? कर्मकरः प्रथमा विभक्ति. वृक्षं द्वितीया विभक्ति. सिञ्चति कर्तृपदम्. सिञ्चति क्रियापदं. क्रियापदं तर्हि कर्मकरः वृक्षं सिञ्चति. नीता भगिनी अवगतं किम्? Ma'am, what do I need? No. You, did you understand? Avagatam. Yes, yes. Yes, yes. So, karmakaraha vriksham sinchati. भवती शृणोतु, आदौ शृणोतु, आदौ शृणोतु, अनन्तरं करोतु. तर्हि इदानीं विजयकुमार महोदय अग्रिमं वदतु. सज्जनः धर्मं धर्म पालयति. सज्जनः धर्मं पालयति. धर्मम् इस् द्वितीया विभक्ति. पालयति मीन्स्पदं कर्तृपदं नैव नैव पालयति. पालयति क्रियापदं क्रियापदं क्रियापदं. धन्यवादः धन्यवादः. विशालाक्षी भगिनी करोतु अग्रिमं वाक्यम्. अहं शब्दः शृणोमि. अहं शब्दं शृणोमि. शब्दम् इस् द द्वितीया विभक्ति. शृणोमि इस् द क्रियापदम्. अहम् इस् द सब्जेक्ट् दट् इस् प्रथमविभक्ति. कर्ता कर्तृपदं कर्ता कर्तृपदं कर्तृपदं. उत्तमं धन्यवादः. विजयसङ्खी महोदय विजयसङ्खी महोदय पुस्तकं नास्ति किल? पठतु चतुर्थं वाक्यं पठतु. सा इतिहासः स्मरति. सा इतिहासं स्मरति. सा कीदृशं पदं? कर्तृपदं कर्तृपदम्. इतिहासं कर्मपदं. स्मरति क्रियापदम्. धन्यवादः धन्यवादः धन्यवादः. म्यूट् म्यूट् करोतु. हा इदानीं नीता भगिनी. नीता भगिनी अहं वाक्यं वदामि. नीता भगिनी अस्ति किं? नीता भगिनी इदानीम् अहं वाक्यं वदामि. ऐ विल् रीड् द सेण्टेन्स्. भवती शृणोतु अपि च उत्तरं वदतु. ते आवरणे इत्युक्ते इन् ब्राकेट् विद्यालयः. तत्र प्रश्नः अस्ति. विद्यालयः गच्छन्ति. ते विद्यालयः गच्छन्ति. एकनिमिषः. एकनिमिषः. अहं चाट् बाक्स् मध्ये स्थापयामि. विद्यालयः गच्छन्ति. इदानीम् उत्तरं वदतु. ते विद्यालयः गच्छन्ति. सो व्हाट डू आई डू? ते इस् प्रथम विभक्ति. वचनं किम्? ते वचनम् इस् बहुवचनम्. उत्तमम् उत्तमम्. ते विद्यालयः विद्यालयः तत्र प्रश्नः अस्ति. उत्तरं ददातु. ते कुत्र गच्छन्ति? ते ओके वेर् आर् दे गोयिङ्ग्? दे आर् गोयिङ्ग् टु द स्कूल् राइट. सम्यक् वाक्यं वदतु इदानीं. ते विद्यालयं गच्छन्ति. ते विद्यालयं गच्छन्ति वा किमर्थं? यतोहि तत्र कर्मपदमस्ति. कर्मपदं सर्वदा द्वितीयाविभक्तौ एव अस्ति. सो द ऑब्जेक्ट् इस् आल्वेज् इन् द्वितीयाविभक्तिः. अस्तु जवाहर् महोदय. ते विद्यालयं गच्छन्ति. उत्तमं. तत्र गच्छन्ति कीदृशं पदम्? गच्छन्ति वदतु. गच्छन्ति नैव वदतु. पठति कीदृशं पदं? क्रियापदं. गच्छन्ति क्रियापदम्. ओके क्रियापदं. या या या क्रियापदम्. जवाहर् महोदय अग्रिमं करोतु. सेविका आपणः गच्छति. सेविका आपणं गच्छति. उत्तमं. तत्र सेविका इति पदस्य कर्तृपदं. गच्छति क्रियापदम्. आपणः कर्मपदं. आपणः आपणः कर्मपदमस्ति किल? आपणः नैव. आपणः आपणं कर्मपदम्. आपणं कर्मपदम्. आङ्ग्लभाषायां इति पदस्य वाटर्स् वाटर्स् कर्मकः कर्मकरः वृक्षं सिञ्चति. दट् मीन्स् हि वाटर्स् द प्लाण्ट्स् द ट्री रदर्. उत्तमम्. अर्थं अर्थं न ज्ञातुं शक्नुवन्ति चेत् वदन्तु. अग्रिमं करोतु. स्वामिनि आवरणे सेविका आहूयति. स्वामिनि सेविकाम् आहूयति. उत्तमं. स्वामिनि इस् कर्तृपदम्. आहूयति इस् क्रियापदं. सेविकाम् इस् दि कर्मपदम्. संस्कृते वदतु. धन्यवादः. धन्यवादः महोदय. तत्र कविता भगिनी अग्रिमं करोतु. जनकः पत्रिका पठति. जनकः पत्रिकां पठति. जनकः कर्तृपदं. कर्तृपदं. जनकः कर्तृपदं. पत्रिकां द्वितीयाविभक्ति कर्मपदम्. पठति पठति क्रिया क्रियापदम्. उत्तमम्. अग्रिमं करोतु. बालकः जनकः जनकः किङ्ग् पाद पाद आल्सो इट् मीन्स् अण्ड् इट् आल्सो मीन्स् जनकः किङ्ग् इस् दट् जनकः सीता तत्र सीतायाः पिता. परन्तु अत्र जनकः पिता. बालकः जननी नमस्करोति. बालकः जननीं नमस्करोति. बालकः बालकः कर्तृपदं. जननीं कर्मपदं. नमस्करोति क्रियापदम्. क्रियापदं. तत्र नमः एव एकनिमिष तत्र नमः एव अस्ति चेत् तत्र तत्र चतुर्थी विभक्तिः आवश्यकी. परन्तु अत्र नमस्करोति अस्ति. तदर्थं द्वितीया विभक्तिः. अर्थं वदतु. द बाय् नमस्कार मदर् को नमस्कार करता है लड़का. अग्रिम करता है. नमस्करोति तत्र नमन करता है. नमन हिन्दीभाषायाम्. अस्तु धन्यवादः. धन्यवादः विजयकुमार् महोदय. माता माता पुत्री बोधयति. माता पुत्रीं बोधयति. माता इति कर्तृपदं. पुत्रीम् इति कर्मपदं. बोधयति इति क्रियापदम्. उत्तमम्. अर्थं वदतु. मदर् bodhati is mother, mother and daughter, bodhati means, what is bodhati? Bodhati is teacher. Hmm? Oh, mother teaches their daughter. Hmm, putri bodhati. Oh, thank you. Astu. Astu, idani agrimam patatu? Yes. द्वितीयविभागः सः मित्रस्य नैव एतानि वाक्यानि पठत द्वितीयः पठ I think some download is missing in this page. Astu, astu. Vijay Thamki Mahoday, asti kim? Bhavataha Purataha? Dvitiya Putaha? Same is here, madam. Oh, tari Jawahar Mahoday Purataha. Astu, Ekani Vakyani Patata. महोदय विजय टङ्की महोदय म्यूट् मध्ये तिष्ठतु रामः पाठं कोल् कोष्ठे पठित्वा करोति कोष्ठः पठित्वा रामः पाठं पठित्वा निद्रं करोति राम् रीडिङ्ग् द लेसन् स्लीप्स् आफ्टर् रीडिङ्ग् द लेसन् स्लीप्स् अग्रिमं वाक्यं पठतु बालकः हस्तं प्रक्षालयति प्रक्षालयित्वा प्रक्षाल्य पुनः पठामि बालकः हस्तं प्रक्षालय भोजनं करोति तत्र प्रक्षाल्य सारि बालकः हस्तं प्रक्षाल्य भोजनं करोति द बाय् आफ्टर् वाशिङ्ग् हिस् हेण्ड् ईट्स् छात्राः पाठं पठितुं विद्यालयं गच्छति दिस् इस् टु गच्छन्ति स्टडि गच्छन्ति छात्राः पाठं पठितुं विद्यालयं गच्छन्ति students go to school for studying balika patam patanti eva sram kritavati patra patam patanti tatra the girl reads नैव भवन्तः न कृतवन्तः तत्र पठन्ति शत्रन्तः अस्ति तत्र कण्टिन्यूस् टेन्स् अस्ति कण्टिन्यूस् टेन्स् रीडिङ्ग् द बुक् शी द गर्ल् चैल्ड् शी वेण्ट् टु स्लीप् निद्रां कृतवती शी वेण्ट् टु स्लीप् वैल् रीडिङ्ग् दट् इस् वैल् रीडिङ्ग् शी स्लीप् करेक्ट् शी स्लीप् या शी स्लेप्ट् तत्र कृतवती भूतकाले इदानीम् एकं कार्यं कुर्मः तत्र सर्वेषां कृते पुस्तकं नास्ति इत्युक्ते किञ्चित् सम्भाषणं कुर्मः गीतासोपानमपि नास्ति किल भवतः पुरतः अस्ति किं गीतासोपानम् एकनिमिषम् अहम् एकं कार्यं करिष्यामि अहं तत्र गणे चित्रं स्थापयिष्यामि अस्तु चिन्ता नास्ति अहमत्र नैव अहं प्रेषितवती धन्यवादः महोदय तर्हि कविता भगिनी प्राप्तं किम् मम अहं प्रेषितवती तत्र गणे संस्कृतसमस्या तृतीयगणः तत्र प्रेषितं मया. No, I'm not. On WhatsApp. क्षम्यताम् अहं न ज्ञातवती. अहं किं चिन्तितवती इत्युक्ते सर्वेषां कृते पुस्तकम् अस्ति इति अहं उक्तवती. इदानीं कविता भगिनी प्राप्तं किम्? आं भगिनी पठतु. मम नाम कुच्चेलः. तत्र नैव, आदौ शीर्षकं पठतु. शीर्षकं विधिमां. मम नाम कुच्चेलः. मम, भवतः, भवत्याः. तत्र कोष्ठे यत् अस्ति. मम, भवतः, भवत्याः. मम नाम कुच्चेलः. भवतः नाम किं? मम नाम कृष्णः. एकनिमिष. विजयकुमार महोदय. मम नाम सागरिका. भवत्य नाम किम्? भवत्याः नाम किम्? मम नाम सुनीता. उत्तमं, धन्यवादः. तत्र विजयथङ्की महोदय. आं भगिनि, आं पठतु. मम नाम कुचेलः. भवतः नाम किम्? मम नाम कृष्णः. मम नाम सागरिका. भवत्याः नाम किम्? भवत्याः नाम किम्? मम नाम महोदयेन पठितः. तत्र अग्रिमं पठतु भवतः अग्रिमं. विराटराजः. भवतः नाम किम्? मम नाम कङ्कः. भवत्याः नाम किम्? मम नाम सैरन्ध्री. तत्र पुरुषः अस्ति चेत् वयं किं पृच्छामः इत्युक्ते भवतः. स्त्री अस्ति चेत् भवत्याः. धन्यवादः महोदय. विशालाक्षी भगिनी वामतः यत् अस्ति पठतु महोदय. विशालाक्षी भगिनी उदाहरणं. विशालाक्षी भगिनी अस्ति किं? नास्ति किम्? अस्तु, नीता भगिनी पठतु. नीता भगिनी. यस् मैम, वन् सेकेण्ड्. जवाहर् महोदय. म्यूट् मध्ये तिष्ठतु कृपया. नीता भगिनी पठतु वामतः. लेफ्ट् हेण्ड् सैड् उदाहरणं दृष्ट्वा रिक्तं स्थानं पूरयत. पूरयत रमेशः. भवतः नाम किम्? नाम किम् इति गोविन्दं पृष्टवान्. गोविन्दः किम् उत्तरं ददाति? रमेशः पृष्टवान्. सो गोविन्द विल् से मम नाम गोविन्द. गोविन्दः उत्तमम् अग्रिमं पठतु रमेशः भवत्या नाम किं भवत्याः विसर्गस्य भवत्याः भवत्याः नाम किं सो लीला विसे मम नाम लीला इदानीं प्रश्नमपि भवती एव वदतु उत्तरमपि गीता विषये भवत्याः भवतः नाम किं सो गोविन्द से मम नाम गोविन्द गोविन्दः गोविन्दः उत्तमं तर्हि मम भवतः धन्यवादः भगिनि मम भवतः भवत्याः तत्र मम अस्मत् शब्दस्य षष्ठीविभक्तिः अस्ति भवतः भवत् शब्दस्य षष्ठीविभक्तिः अस्ति पुंलिङ्गे अस्ति भवत्याः भवत् शब्दस्य स्त्रीलिङ्गरूपः अस्ति रूपम् अस्ति षष्ठीविभक्तिः इदानीं विशालाक्षी भगिनी जवाहर् महोदयं पृच्छतु तस्य नाम किम् इति विशालाक्षी भगिनी यस् यस् हा तत्र जवाहर् महोदय अस्ति भवत्याः पुरतः इदानीं पृच्छतु तस्य नाम पृच्छतु भवतः नाम किं जवाहर् महोदय मम नाम जवाहरः भवत्याः नाम किम् उत्तमं मम नाम विशालाक्षी कविता भगिनीं पृच्छतु विशालाक्षी भगिनी भवत्याः नाम शुड् ऐ आस्क् ओर् शुड् शी आस्क् भवती एव भवत्याः नाम किं मम नाम विशाल मम नाम विजय महोदय कविता भगिनीं पृच्छतु भवत्य नाम किम् भवत्याः उच्चारणं विसर्गस्य विसर्ग सोरि मम नाम कविता नै पृच्छतु पुनरेकवारं पृच्छतु विजय महोदय भवत्य नाम किं नैव भवत्याः तत्र उच्चारणं यदि सम्यक् न कुर्मः तर्हि यदा लिखामः तदा क्लेशः भविष्यति अस्तु विजय थङ्की महोदय कविता भगिनीं पृच्छतु नैव विजय थङ्की महोदय भवत्याः नाम किम् अस्तु नीता भगिनी धन्यवादः महोदय नीता भगिनी कविता भगिनीं पृच्छतु तस्याः नाम किमिति भवत्याः नाम किम् उत्तमं विजयकुमार महोदयं पृच्छतु नीता भगिनी पृच्छतु भवतः नाम किम् मम नाम विजयः विजयः विजयः इति वदनीयम् अत्र स्थगयामः यतोहि पुस्तकं सर्वेषां कृते नास्ति अग्रस्मिन् किं कक्षायाम् आनयन्तु पुस्तकानि इदानीं विशालाक्षी भगिनी शान्तिमन्त्रं वदतु भगिनी विद्धि माम् इति अर्थं किं हा विद्धि माम् इत्युक्ते नोमि तत्र विद् इति धातोः लोट् लकारः अस्ति विद्धि माम् लोट् लकारः अस्ति नोमि तत्र माम् महोदय माम् शब्दस्य विभक्तिः का माम् वयं कृतवन्तः इदानीं अस्तु विशालाक्षी भगिनी शान्तिमन्त्रं वदतु. आर् यु गोयिङ्ग् टु शो इट् आन् द स्क्रीन्? नैव. नैव न जानाति किम्? न, बै हार्ट् नाट् कण्ठस्थी न जानाति. कविता भगिनी सर्वे भवन्तु. कविता भगिनी वदतु. सर्वे भवन्तु सुखिनः. ऐ काण्ट् रिमेम्बर् इट् नाउ. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. सर्वेषां कृते अनेके धन्यवादाः. पुनर्मिलामः. धन्यवादः. पुनर्मिलामः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.